पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 10 ऋषय ऊचुः पृथिव्या हि परिमाणं संस्थानं सरितस्तथा त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च तत्र भूमौ च तीर्थानि पावनानीति न श्रुतम् आचक्ष्वतानि सर्वाणि यथा फलकराणि च सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव सूत उवाच धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः यथा मदिप्रवक्ष्यामि यथा योगं यथा श्रुतं पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि युधिष्ठिरेण संवादं शृणु तद्विजसत्तमाः हृदराज्याः पाण्डुपुत्रा वने तस्मिन् महारथाः न्यवसन्ति महाभागा द्रौपद्या सह पाण्डवाः अथा पश्यन्महात्मानं देवर्षिं तत्र नारदं दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसं सदैव परिवृतश्रीमान् भ्रातृभिः कुरुनन्दनः दिवि भादिः दीप्तौ जा देवैरिव शतक्रतुः यथा च देवान् सावित्री याज्ञसेनी तथा पदीन् न जहौ धर्मदः पार्थान् मेरुमर्कप्रभा यथा प्रतिगृह्य ततः पूजां नारदो भगवान् ऋषिः आश्वास यद्धर्मपुत्रं युक्तरूपप्रियेण च उवाच च महात्मानं धर्मराजं युधिष्ठिरं ब्रूहि धर्मभृदां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितं त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत यदि त्वहमनुग्राह्यो भ्रातृभिः सहितो नख सन्देहं मे मुनिश्रेष्ठ हृत्स्थं त्वं चेत्तुमर्हसि प्रदक्षिणां ह्य कुरुदे पृथिवीं तीर्थतत्परः किं फलं तस्य कार्ष्ण्येन तद्ब्रह्मन्वक्तुमर्हसि नारद उवाच शृणु राजन्नवहिदो दिलीपेन यथा पुरा वसिष्ठस्य सकाशाद्वै सर्वमेददुपश्रुतं पुरा भागीरथीतीरे दिलीपो राजसत्तमः धर्म्यं व्रतं समास्थायन्यवसन् मुनिवत्तदा शुभे देशे महाराज पुण्ये देवर्षिपूजिते गङ्गाद्वारे महातेजा देवगन्धर्वसेविते स पितृंस्तर्पयामास देवांश्च परमद्युदिः ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा कस्यचित्वथकालस्य जपन्नेव महामनाः ददर्शभूतसङ्काशं वसिष्ठमृषिमुत्तमं पुरोहितं सतं दृष्ट्वा दीप्यमानमिव श्रिया प्रहर्षमतुलं लेभे विस्मयं परमं ययौ उपस्थितं महाराज पूजयामास भारत स सहि धर्मभृदां श्रेष्ठो विधिदृष्टेन कर्मणा शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः नामसङ्कीर्तयामास तस्मिन् ब्रह्मर्षिसत्तमे दिलीपोऽहं तु भद्रं ते दासोऽस्मि तव सुव्रत तव सन्दर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः एवमुक्त्वा महाराज दिलीपो द्विपदाम्बरः वाग्यधप्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर तं दृष्ट्वा नियमेनाथस्वाध्यायेन जकर्षितं दिलीपं नृपदिश्रेष्ठं मुनिः प्रीदमनाभवद इति श्रीपाद्मे महापुराणे स्वर्गखण्डे दशमोऽध्यायः ॐ